अस्तु, तर्हि अस्माकं विषयः अस्ति अष्टाध्याय्यां सूत्राणां फलाफलमिति विषयः प्रवर्तमानः अस्ति अधुना. तर्हि नित्यम् इति विषयं वयं पूर्वं दृष्टवन्तः, अधुना अन्तरङ्गम् इति अग्रिमबिन्दुः अस्ति. तर्हि रामप्रिया भगिनी आरम्भं करोति. आं भगिनि, अन्तरङ्गं बहुविधम्. अतः महान् प्रपञ्चः अत्र प्रकारद्वयं प्रदर्श्यते. अस्मिन् प्रसङ्गे अङ्गम् इत्यनेन न अवयवः न वा यस्मात् प्रत्यये विधिः तदादि प्रत्यये अङ्गम् इति रीत्या अङ्गकार्यस्य अङ्गम् अपि तु अत्र अङ्गम् इत्युक्ते निमित्तम्. अन्तरङ्गम् इति विषये अत्र अस्ति. अन्तरङ्गं बहुविधम् अस्ति. अत्र तु प्रकारद्वयमेव प्रदर्श्यते. अङ्गम् इत्युक्ते अवयवः नास्ति न वा अङ्गकार्यम् अङ्गं प्रत्ययः पूर्वं किमपि अस्ति अङ्गम् इति तदपि नास्ति. अङ्गम् इत्युक्ते निमित्तम् अस्ति, निमित्तम् इति अस्ति अत्र. परिभाषेन्दु शेखरग्रन्थे लिख्यते, नित्यादि अपि अन्तरङ्गं बलीयः, अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्. नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्. कारणमस्ति यत् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्, अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्. अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी, अतः अर्थः एवं भवति. द्वयोः सूत्रयोः समकालप्राप्य अवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. अत्र नित्यादि अपि अन्तरङ्गं बलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्. अतः किमपि ख नामकसूत्रं प्रति बहिरङ्गं चेत् तेन ख इति अन्तरङ्गसूत्रेण इदं ख इति सूत्रम् असिद्धं. यद्यपि खसूत्रं प्रति परसूत्रं वा नित्यसूत्रं वा स्यात्. इत्थञ्च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् तदपि असिद्धं भवति. अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषा अस्ति असिद्धं बहिरङ्गम् अन्तरङ्गे. अत्र परिभाषेन्दुशेखरः इति ग्रन्थे एवं लिखितमस्ति, नित्यादपि अन्तरङ्गं बलीयः, अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्. अन्तरङ्गसूत्रं नित्यसूत्रतपि बलीयः अस्ति अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्. इत्युक्ते बहिरङ्गम् असिद्धं भवति चेत् अन्तरङ्गसूत्रं बलीयः इत्युक्ते बलवत्. अन्तरङ्गे बहिरङ्गम् असिद्धत्वात् इत्युक्ते यत्र अन्तरङ्गविषये विषयसप्तमी अस्ति इत्युक्ते यत्र अन्तरङ्गबहिरङ्गविषये चर्चा प्रवर्तमाना अस्ति तस्मिन् सन्दर्भे अन्तरङ्गस्य कृते बहिरङ्गम् असिद्धं भवति. असिद्धम् इत्युक्ते अन्तरङ्गसूत्रं बहिरङ्गसूत्रं न पश्यति एव. ओ तथा न पश्यति एव. ओ अग्रे आगच्छति असिद्धमित्युक्ते किम् इति पूर्वत्र असिद्धम् इति तथैव असिद्धम् इत्युक्ते न पश्यति नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत् भवति. अन्तरङ्गशास्त्रं नित्यशास्त्रस्य अपेक्षया बलवत्. कारणं किमस्ति इत्युक्ते अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्. यदा भवती उक्तवती अत्र बहिरङ्गं न पश्यति अन्तरङ्गं बलवत् भवति बहिरङ्गस्य अपेक्षया. अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्। असिद्धम् इत्युक्ते कार्यं न करोति इति एव किल, कार्यं न पश्यति, कार्यं न पश्यति एव वा? ओ न पश्यति अतः कार्यं न करोति। ओ अन्तरङ्गम् अन्ते मध्ये अस्ति, बहिरङ्गं बहिः अस्ति इति तद् न पश्यति। अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी, अतः अर्थम् एवं भवति द्वयोः सूत्रयोः समकालप्राप्य अवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति। यदा द्वयोः सूत्रयोः समकाले प्राप्यते चेत् अन्तरङ्गशास्त्रं बहिरङ्गशास्त्रस्य विषये असिद्धं भवति। नित्यादपि अन्तरङ्गं बलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्। परशास्त्रम् इत्युक्ते किं भगिनि? वयं पूर्वमेव नित्य पूर्वपर नित्य अन्तरङ्ग इति उक्तवन्तः, तर्हि यत्र नित्यं परशास्त्रात् नित्यं बलीयः, किन्तु अत्र नित्यात् अन्तरङ्गं बलिः इत्युक्ते अन्तरङ्गं परशास्त्रात् अपि बलीयः भवति खलु, तस्यपि विवरणम्। अन्तरङ्गं नित्यादपि परशास्त्रात् अपि बलीयः इति सारांशः अपि अत्र एकम् उदाहरणमस्ति। ख नामकं इति द्वे सूत्रे यदा ख नामकं सूत्रं बहिरङ्गं चेत् अन्तरङ्गसूत्रेण ख सूत्रम् असिद्धं, यद्यपि ख सूत्रं प्रति परसूत्रं वा नित्यसूत्रं वा स्यात्। यदा द्वितीयसूत्रं नित्यसूत्रं वा परसूत्रं वा स्यात् तद् असिद्धं भवति प्रथमसूत्रस्य अपेक्षया। बहिरङ्गं तु असिद्धं भवति। तस्य प्रकटीकरणार्थम् एकं परिभाषा अस्ति, असिद्धं बहिरङ्गम् अन्तरङ्गे इति द्वितीयपरिभाषा। अस्तु धन्यवादः। अस्तु भगिनि, ततः अग्रे श्रूयते वा? ततः अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणम् उच्यते। अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तदन्तरङ्गम्, एवं तदीयनिमित्तसमुदायात् बहिर्भूताङ्गकं बहिरङ्गम्। अन्तरङ्गशब्दे भागद्वयम्, अन्तर्योगः अङ्गम्, अन्तित्युक्ते मध्ये, कस्य मध्ये? बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम्। अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम्। अत्र अन्तरङ्गबहिरङ्गतयोः लक्षणयोः विवरणमस्ति। बहिरङ्गशास्त्रम् इति बहिरङ्गसूत्रे बहिरङ्गसूत्रे यदि कानिचन निमित्तानि सन्ति तेषां समुदायानां मध्ये अङ्गानां निमित्तानि क्षम्यतां भगिनि, अत्र अङ्गम् इत्युक्ते निमित्तम् इति पूर्वम् उक्तमासीत्। आम् आम् तर्हि अङ्गानां निमित्तम् इति नास्ति, किन्तु अङ्गानि इत्युक्ते निमित्तानि। अस्तु भगिनि, तर्हि आं भगिनि, ते निमित्तानि अन्तरङ्गमिति उच्यते। समानरीत्या इदानीं विपरीतमेव विपरीतमपि अत्र उक्तमस्ति। यत् अन्तरङ्गनिमित्तसमुदायात् बहिः अस्ति इत्युक्ते बृहत् अस्ति कम्पेरेटिव्लि, तर्हि तत् बहिरङ्गम् इति, बहिर्भूत अङ्गम् अङ्गानि बहिरङ्गम् इति. श्रुतमस्ति वा भगिनि? अन्तरङ्गम् इत्युक्ते विभजनं कृत्वा अन्तर्योगः अङ्गम् इति. अन्त इत्युक्ते मध्ये इति अर्थः भवति. कस्य मध्ये इत्युक्ते यत् समुदायः अस्ति बहिरङ्गस्य तस्य अन्तर्भूतः यः भागः अस्ति तत् अन्तरङ्गम् इति अस्ति. तत् उपरि यत् अस्ति तस्य विवरणमेव अत्रापि अस्ति. यत् बहिः अस्ति तत् बहिरङ्गशास्त्रस्य निमित्तानि, यद् अन्तर्भूताः भवन्ति तत् अन्तरङ्गम् इति. इत्थं च अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गत्वं, बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत् तेषां निमित्तानां समुदायमध्ये अन्तर्भूत्वं भूतत्वं यस्य वर्तते तदन्तरङ्गं. बहिरङ्गशास्त्रनिमित्तसमुदायस्य अपेक्षया अन्तरङ्गशास्त्रनिमित्तसमुदायः अन्तर्भूतः भवति चेत् अन्तरङ्गत्वं. यदि बहिरङ्गसूत्रम् एकं सन्ति तस्य निमित्तानि दश निमित्तानि सन्ति चेत् तेषामेव अन्तर्भूतां यदि चत्वारः निमित्तानि सन्ति चेत् ते चत्वारः अन्तरङ्गं पुनः दश बहिरङ्गम् इति वक्तुं शक्यते. उपर्युक्तं यत् अन्तरङ्गं बहुविधम् अत्र प्रकारद्वयं प्रदर्श्यते. अग्रे पठामि वा? आं भगिनि, मम एकं चिन्तनम् इत्युक्ते बहिरङ्गस्य दश निमित्तानि अन्तरङ्गस्य तस्य एव अन्तर्भूतानि चतुर् निमित्तानि इत्युक्ते अपवादसूत्रं भविष्यति खलु. समाननिमित्तत्वम् इत्युक्ते अपवादसूत्रं भविष्यति. यत्र समाननिमित्तत्वं नास्ति किन्तु यत्र ह्यः यथा वयं दृष्टवन्तः सङ्ख्या एव वा, सङ्ख्या वा नो चेत् पूर्वोपस्थित इति आगच्छति खलु. तर्हि इत्युक्ते तत्र कार्यस्य पार्श्वे यत् अस्ति तत् अन्तरङ्गम् इति भवति, न तु निमित्तानां समुदायस्य साक्षात् मध्ये इति अर्थः नास्ति. साक्षात् समाननिमित्तानि इति नास्ति इति मनो चेत् समाननिमित्तानि आगच्छन्ति चेत् अपवादभूतं भवति खलु. समानं नास्ति किल, समानमस्ति चेत् अपवादभूतं भविष्यति. तर्हि पूर्वस्थितम् इत्युक्ते यत्र महोदयेन यः उदाहरणम् उक्तमासीत् सि उ इति, सि उ योगः न इति प्रत्ययः सिद्ध नास्ति किन्तु सि उ इति अग्रे अधः पश्यति चेत् अस्ति सि उ योगः न. अत्र प्रथमम् इको एण चेत् एकं सूत्रं कार्यं कर्तुं शक्नोति खलु. सि सकारः इकारः उकारः अस्ति, तर्हि अत्र इकार उकारयोः मेलनं भूत्वा यन् आदेशः भवितुमर्हति इको यन चेति सूत्रेण. अनन्तरं यत्युक्ते किं न इति प्रत्ययः आर्धधातुकप्रत्ययः, तर्हि न इत्यनेन पुगन्तलघुपदस्य चेति न से इति भवितुमर्हति इकारस्य. तर्हि कस्य सूत्रस्य बलम् अधिकम् इति पश्यामः चेत् सि न इति प्रत्ययः बहिः अस्ति, सि उ इति प्रत्ययः अन्ते बहिर् यत् अस्ति तस्य अन्ते अस्ति उ इति प्रत्ययः, उ इति निमित्तम् इकोर्णचि इत्यस्य निमित्तं निमित्तद्वयम् अस्ति इकोर्णचि इत्यस्य इकारः अस्ति उकारः अस्ति. परन्तु पुगन्तलघुपदस्य तस्य सूत्रे अपि इक्वर्णः निमित्तमेव किल किल भगिनि, इकारः उकारः इति इकोर्णचि इत्यस्य क्षम्यतां. पुगन्तलघुपदस्य सूत्रे तत्र लघु इक्वर्णः उपधायां भवेत् तर्हि उकारस्य निमित्तं तत्रापि अस्ति अत्रापि अस्ति तर्हि समीचीनं तर्हि ततः कार्यक्षेत्र ततः अस्माकं क्षेत्रम् आरभते खलु अङ्गस्य किं वदामि परिमितिः ततः आरभते आरभ्यते तर्हि कस्मात् कुतः पर्यन्तम् अस्ति इदानीम् इकोर्णस्य इत्यस्य परिमितिः कुतः पर्यन्तम् अस्ति उपर्यन्तम् उपर्यन्तम् अस्ति पुगन्तलघुगतस्य स्थिति इत्यस्य परिमितिः कुतः न पर्यन्तम् अस्ति तर्हि इकोर्णस्य इत्यस्य मध्ये अस्ति निमित्तम् मध्ये अस्ति परन्तु अन्तर्भूतः एव खलु अन्तर्भूतः एव अस्ति खलु अन्तर्भूतः एव अस्ति अतः अन्तरङ्गं पूर्वम् अस्ति परन्तु भिन्नः नास्ति अत्र भेदः अस्ति वर्तते खलु इकारः ह्रस्व इकारः इति एकं निमित्तम् अस्ति समाननिमित्तम् अस्ति किन्तु यत्र अत्र उकारः अस्ति उकारस्य कार्यमस्ति अनन्तरं न इत्यस्य प्रत्ययस्य न इति प्रत्ययस्य आम् किमर्थम् इत्युक्ते तत्र निमित्तानि बहवः सन्ति तदर्थम् आर्धधातुकप्रत्ययः परे अस्ति पुगन्तलघुपदस्य सूत्रे सार्वधातुक आर्धधातुकयोः एकं निमित्तं द्वितीयं निमित्तम् अस्ति पञ्चनिमित्तानि सन्ति किल तत्र लघुवर्णः इक्वर्णः उपधायां पुनः अङ्गस्य कार्यं पुनः आर्धधातुकप्रत्ययः इति पञ्चनिमित्तानि सन्ति परन्तु इको यणाचि मध्ये केवलं इकः स्थाने यण् इत्युक्ते इक्वर्णः तर्हि इक्वर्णस्य स्थाने अचिपरे तर्हि उकार इकार द्वे निमित्तानि द्वे निमित्ते सन्ति सः ते अन्तर्भूतः एव खलु तर्हि कथं वयं वक्तुं शक्नुमः भिन्नः अस्ति इति मम कथनस्य आशयः अस्ति यत्किञ्चित् अङ्गस्य यत् विवरणम् आसीत् एकनिमिषम् अङ्गम् इत्यस्य किं वदामि अङ्गम् इति प्रपञ्चं यत् अस्ति महान् बृहान् प्रपञ्चः इति उक्तवान् खलु अधुना वयं प्रकारद्वयं पश्यामः प्रकारद्वयं प्रथमप्रकारम् आसीत् यत्र सि उ इति सङ्ख्या न द्रष्टव्यं मम अवगमनम् अहं वदामि कथं कुर्मः मम अवगमनम् एवम् अस्ति प्रकारः अस्ति यत्र परिमितिः दृष्ट्वा प्रथमस्य परिमितिः इकारात् आरभ्य उकारपरिमितं द्वितीयस्य अलिमित् बार्डर् इति अस्ति अहं वदामि बार्डर् इकारीमा अस्ति इकारात् आरभ्य उकारपर्यन्तं द्वितीयस्य निमित्तम् अस्ति इकारात् आरभ्य नकारपर्यन्तं नकारः बहिः अस्ति उकारः इकार नकारयोः मध्ये अस्ति तर्हि एतत् अस्ति प्रथम प्रकारः तर्हि मध्ये अस्ति अतः अन्तरङ्गम् इति वदामः नकारः तु बहिः अस्ति अतः बहिरङ्गम् इति वदामः इति मम अवगमनं प्रथमप्रकारः द्वितीयप्रकारः अस्ति यत्र सङ्ख्या दृष्ट्वा यथा भगिनी उक्तवती इदानीम् इदानीं प्रथम उदाहरणं वयं समान उदाहरणमेव स्वीकृत्य भगिनी उक्तवती सीरु इत्यस्य निमित्तद्वयं नकारस्य पुगन्तलघुगतस्य इत्यस्य पञ्चनिमित्तानि सन्ति अतः न्यूनं निमित्तम् इति कृत्वा न्यूनानि निमित्तानि इति कृत्वा पुगन्तलघु इको एनचि इति अन्तरङ्गसूत्रं भविष्यति इति भगिनी उक्तवती तद् एकं द्वितीयं प्रकारम् इति मम चिन्तनम् इदानीं मम कथनस्य आशयः एवम् आसीत् यत्र वयं वृद्धिरेचि इकोयणचि इति अस्ति खलु इकोयणक्षम्यतां वृद्धिरेचि आद्गुणः अस्ति अत्र आद्गुणः आत् अचिपरे इति निमित्तम् अस्ति बृहत् निमित्तम् अस्ति अनन्तरं वृद्धि एचि इति एच् प्रत्याहारः तु तस्य अन्तर्भूतः अस्ति समाननिमित्तानि सन्ति किन्तु अन्तर्भूतः अस्ति तथा आगच्छति चेत् कार्यक्षेत्रस्य विषये आगच्छति चेत् अपवादसूत्रं भविष्यति. अतः समाननिमित्तं न भवतु इति अस्माकं मम अवगमनं, मम चिन्तनं. यत्र अहं वदामि खलु अत्र हुष्णोः सार्वधातुके इति आसीत्, अनन्तरं इयङुवङ्गादेशः अपि आसीत् अचिष्णुद्रातु अचिष्णुधातु. समाननिमित्तानि सन्ति किन्तु उष्णोः सार्वधातुके इति सूत्रं वदति यत् संयोगपूर्व उकारः इति आसीत्, असंयोगपूर्व उकारः इति आसीत्. तर्हि तादृशनिमित्तं यत्र समाननिमित्तानि सन्ति किन्तु एकं सब्सेट् भविष्यति इति कृत्वा अत्र अपवादसूत्रम् इति अहम् उक्तवती. भगिन्यः किञ्चित् मम तत्र समाननिमित्तकं न स्वीकरो न भवतु यत्र ए बि सि डि इति प्रथमस्य अनन्तरं द्वितीयस्य बि सि इति अस्ति चेत् नो चेत् ए बि इति अस्ति चेत् अपवादसूत्रं भविष्यति खलु इति, नो चेत् निरवकाशं भविष्यति खलु इति. द्वितीयसूत्रं न कार्यं करोति चेत् प्रथमसूत्रमेव कार्यं करोति चेत् निरवकाशः भविष्यति, अतः अपवादसूत्रं. किन्तु अस्माकम् अधुना अन्तरङ्गम् इति विषयः पश्यामः चेत् यत्र सीमा अस्ति, अस्माकं सीमा अस्ति, सीमा वा परिमितिः वा अस्ति, तत् दृष्ट्वा यत् कार्यं सम्भवति तस्य तस्य पूर्वम् अस्ति, पूर्वं नो चेत् पार्श्वे यत् अस्ति तत् अन्तरङ्गं भविष्यति, यत् दूरे अस्ति तत् बहिरङ्गं भविष्यति खलु इति मम अवगमनम्. तत् प्रथमप्रकारः. द्वितीयप्रकारः यथा भगिनी उक्तवती सङ्ख्या दृष्ट्वा निमित्तानि कानि सन्ति इति दृष्ट्वा. भवताम् अन्य अभिप्रायः अस्ति वा? ब्रह्मण्य कः आगतः? नमस्ते भव्य अस्मि. नमस्ते पुष्पा भगिनि. भगिनी भिन्नं चिन्तयति वा भगिनि? भगिन्याः किमपि कः अभिप्रायः? भगिनि यथा भवती उक्तवती अत्र उदाहरणे अपवादसूत्रस्य उदाहरणमस्ति खलु, अत्र आद्गुणः वृद्धिरेचि, अत्र तु निमित्तद्वयम् अस्ति द्वयोः सूत्रयोः, परन्तु अत्र यथा अन्तर्भूतः भागः इत्यस्य प्रसक्तिः तु अत्र अचिप्रत्याहारे वर्णाः सन्ति, अनन्तरम् अच् प्रत्याहारे वर्णाः सन्ति, एच् प्रत्याहारे अपि वर्णाः सन्ति. एच् प्रत्याहारः अच् प्रत्याहारस्य अन्तर्भागः अस्ति, तत्कारणात् अत्र अपवादसूत्रम् इति मम चिन्तनम् अत्र. आम् आम् सत्यं महोदय, तदेव मम अवगमनं. किन्तु यत्र वयम् अन्तरङ्गं बहिरङ्गम् इति वदामः तस्मिन् समये वयं बहिरङ्गस्य निमित्तानि सन्ति, अन्तरङ्गस्य समाननिमित्तानि किन्तु अन्तर्भूताः इति न भवति, इति न आवश्यकं खलु. यदि समाननिमित्तानि सर्वे तु समाननिमित्तानि सन्ति चेत् अपवादं भविष्यति खलु इति मम. अत्र किञ्चित् अत्र प्रायः भिन्नाः तर्काः सन्ति इति अत्र मम चिन्तनमस्ति. यथा महोदयेन उक्तमत्र महान् प्रपञ्चः अस्ति, बहुविधम् अस्ति इति, अत्र प्रायः भिन्नाः तर्काः सन्ति, तद् विषयः अस्ति वा, किमपि अन्यः विषयः अस्ति वा अत्र? यदा बहुविधम् इति महोदयः उक्तवान्, अत्र तर्कविषये बहुविधं वा अथवा अत्र अन्यकारणानि अपि सन्ति, तत्कारणात् एव बहुविधम् इति वा? यथा इदानीमेव भवती उक्तवती खलु, एकम् एव उदाहरणं नीत्वा, सिव् धातुः अस्ति, सिव् योगः न उनादिप्रत्ययः, तस्मिन् उदाहरणं तद् उदाहरणं नीत्वा एव बहवः तर्काः सन्ति वा? एक उदाहरणम् एकं तर्कम् इति वा? यत्र मम अवगमनमस्ति यत् अपवादसूत्रस्य तु अपवादसूत्रस्य अहं किमर्थम् उक्तवती इत्युक्ते, यदा वयं चर्चां कुर्मः अस्मिन् समये तु वयं उक्तवन्तः खलु यत्र बहिर्भूतानाम् अङ्गानां निमित्तानि सन्ति तेषामेव अन्तर्भूतानि, इत्युक्ते समाननिमित्तानि न भवतु इति वदनार्थम् अहम् उक्तवती अपवादसूत्रं सूत्रमिति स्वीकृतवती. यदि समाननिमित्तानि भवति चेत् अपवादसूत्रं भविष्यति इति. किन्तु अत्र अन्तरङ्गम् इति कथनस्य महोदयेन अत्र प्रकारद्वयम् उक्तम्. प्रायः अनेकविधाः सन्ति इति उक्तवान्. प्रथमप्रकारः अस्ति यत्र वयं सी उ इति सी उ योगः न इत्यस्य अन्तर्भवति सी उ इति निमित्तद्वयमपि अन्तर्भवति खलु. सी उ योगः न इति पुगन्तलघुपदस्य चैत्यस्य सीमा अस्ति. अस्माकं सी इकोर्णचैत्यस्य सीमा अस्ति, सी उ इति अस्ति, साक्षात् सी उ इति अस्ति, तत्तु अन्तर्भवति सी उ योगः न इत्यस्य, तर्हि अन्तरङ्गसूत्रम् इति अस्ति. तत् प्रथमप्रकारः. द्वितीयप्रकारः सङ्ख्याम् एव दृष्ट्वा, यत्र नूतन उदाहरणम् अत्र दत्तमस्ति, सेव् योगः न इति. सेव् योगः न इत्यस्य इदानीं अग्रे महोदयेन दत्तमस्ति, तत्र तु सङ्ख्यां दृष्ट्वा महोदय वदति, किम् उक्तवान्, सङ्ख्यां दृष्ट्वा श्वोः षुडनुना अस्ति के च इति सूत्रम् अत्रापि एतदेव अस्ति भगिनि उदाहरणम्. अत्रापि समान उदाहरणमस्ति खलु, अन्य उदाहरणमस्ति वा? अत्रापि यथा छो शूड् अनुनासिके इत्यस्य प्रसक्तिः अस्ति, तत्रापि एतदेव अस्ति खलु उदाहरणं, तत्र सङ्ख्या दृष्ट्वा. उदाहरणं तु एकमेव अस्ति, परन्तु भिन्न उदाहरणद्वयमस्ति. उदाहरणं प्रथमस्य छोः शूडननासिके इत्यस्य आवश्यकता वकारान्तं पदम् आवश्यकं, वकारान्तम् अङ्गम् आवश्यकं खलु तस्य कृते, छोः शूडननासिके तस्य कृते सि वकारः योगः न. तस्य चर्चा अस्ति श्वोः शूड् अनुनासिके च बलवत् वा नो चेत् पुगन्तलघुवतस्य बलवत् वा इति चर्चायां, सकारः इकारः बकारः योगः न इति अस्ति. अनन्तरं यत्र महोदयेन यत्र अत्र सि योगः सकारः इकारः, अनन्तरम् उकारः इति स्वीकृत्य लिखितवान्, उकारः योगः न इति. तत्र इको एणचिपुगन्तलघुपदस्य चैति तदेव समान सि योगः वकारः अस्ति, सि योगः वकारः इदानीम् उकारः आदेशः भवति स्वोः चूडनुनासिके इत्यनेन, तर्हि उकारः आगच्छति चेत् इदानीम् इको एणचिपुगन्तलघुपदस्य इति पुनः सूत्राणां कार्यम्. अत्र मम एकः प्रश्नः अस्ति भगिनि, यदि अत्र सि उ योगः नास्ति चेत् पुगन्तलघुपदस्य च इत्यस्य कार्यं किमर्थं भवति? अत्र तु हलन्तपदं तु नास्ति खलु, तस्मिन् सन्दर्भे पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः न भवति. हलन्तपदम् इति आवश्यकं नास्ति, पुगन्तलघुपदायाः इति एव अस्ति, पुगन्त वा नो चेत् लघुपदायाः वा इति चेत्. ऊकारः ऊकारः अस्ति खलु भगिनि अत्र ऊकारः ऊकारः अपि तस्य अपि गुणः भवितुम् अर्हति खलु भगिनि यदि सार्वधातुकार्धधातुकयोः इत्यस्य विषये ऊकारः अङ्के अस्ति चेत् दीर्घ ऊकारस्य अपि गुणः भवितुम् अर्हति खलु भगिनि उकार ऊकारस्य गुणः तु ओकारः अस्ति सत्यं महोदय किन्तु अत्र चर्चां किम् इत्युक्ते सिउ इति कोर्णस्य कार्यं करोति वा नो चेत् गन्तलरूपस्य उदाहरणद्वयं प्रायः अत्र प्रायः भगिनी क्रमः अस्ति एकः क्रमः अस्ति प्रथमं तु चर्चा अस्ति सिव्योगः न तस्मिन् सन्दर्भे लोपो व्योर्वलि कार्यं करोति वा छोः शूडना नासिके च कार्यं करोति वा अत्र तु अपवादत्वबलात् छ्वोः षूडनुनासिके च कार्यं करोति परन्तु सिव्योगः न इत्यस्मिन् सन्दर्भे पुगन्तलघुपधस्य इत्यस्य अपि प्रसक्तिः अस्ति इदानीं तस्मिन् सन्दर्भे अत्र चर्चा अस्ति यदि छ्वोः षूडनुनासिके च कार्यं करोति वा पुगन्तलघुपधस्य च कार्यं करोति वा अत्र प्रायः चर्चा अस्ति यदि छ्वोः षूडन्नासिके च प्रथमं कार्यं करोति चेत् अनन्तरं पुगन्तलघुपधस्य च इत्यस्य प्रसक्तिः अस्ति वा न तस्मिन् सन्दर्भे इको यनचि पुगन्तलघुपधस्य द्वयोः प्रसक्तिः अस्ति वा न प्रायः किञ्चित् क्रमः चिन्तनं क्रमः अस्ति यत्र सि सि वकारः योगः न छ्वोः षुडनुनासिके चेति आगत्य उकारः आगच्छति ऊकारः आगच्छति प्रः अग्रे एतावत् पर्यन्तं वयं तत् ततः पर्यन्तं न आगतवन्तः प्रायः अग्रिमसप्ताहे स्पष्टं भविष्यति मन्ये खलु प्रकारद्वयम् इति उक्तमस्ति एकमासीत् निमित्तानां सङ्ख्यां दृष्ट्वा प्रकारम् एकं प्रकारम् अनन्तरमस्ति पूर्व उपस्थितनिमित्तम् इति महोदयेन उक्तमस्ति एतत् किञ्चित् क्लेशः एव अस्ति मम कृते तु इदानीं बहु किमपि मनसि न स्थगति इदानीं महोदय एव पठति भवान् अस्तु भगिनि अत्र पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम् पूर्व उपस्थितनिमित्तकम् अन्तरङ्गम् पूर्व उपस्थितनिमित्तकस्य अपि अन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तदपि अन्तरङ्गम् अत्र प्रायः परिमितिदृष्ट्या खलु भगिनि अत्र यथा भवती पूर्वम् उक्तवती अत्र कस्मात् पर्यन्तं यदि अस्ति इति अस्य बोधनार्थं दृष्टान्तो दीयते सिव्धातुः योगः न प्रत्ययः सियोनशब्दः न इति उनादिप्रत्ययः सर्वे उनादिप्रत्ययाः कृत्प्रत्ययाः सिव्योगः न इत्यवस्थायां त्रयाणां सूत्राणां प्रसक्तिः भवति लोपोर्व्योर्वलि छ्वोः षूडनुनासिके च पुगन्तलघुपधस्य च त्रिषु मध्ये कस्य प्राप्तिः भवति इत्यस्मिन् विषये चिन्तनीयम् इदानीं पर्यन्तम् अत्र अत्र सिद्धान्तमस्ति पूर्व उपस्थितनिमित्तिकस्य अपि अन्तरङ्गत्वात् इत्युक्ते अत्र यस्य शास्त्रस्य निमित्तम् इत्युक्ते सूत्रस्य निमित्तं पूर्वमेव उपस्थितम् अस्ति तत् अपि अन्तरङ्गम् अन्तरङ्गम् इत्युक्ते किम् इति अत्र दत्तमस्ति यदि निमित्तं किमपि कस्य शास्त्रस्य अपि निमित्तं पूर्वमेव भवति तद् अन्तरङ्गम् इति दत्तमस्ति तस्मिन् कृते अत्र एकम् उदाहरणं दत्तमस्ति सिव् धातुः अत्र सिव् धातुः योगः न प्रत्ययः. अत्र न प्रत्ययः तु कृत् प्रत्ययः अस्ति. किमर्थं चेत् न प्रत्ययः तिङ् नास्ति, तत्कारणात् यत् तिङ् नास्ति तत्तु कृत् अस्ति तत्कारणात्. इदानीम् अत्र शिवयोगः न इति विषये त्रीणि सूत्राणि कार्यं कर्तुम् आगच्छन्ति. लोपोर्व्योर्वलि, क्षोः षूडन्नासिके च, पुगन्तलघुपथस्य च. एतेषां सूत्राणां कस्य सूत्रस्य प्राप्तिः भवति इति अग्रे दत्तमस्ति. प्रथमं तु लोपोर्व्योर्वलि. अत्र वल् प्रत्याहारे परे पूर्वं विद्यमानयोः वकार यकारयोः लोपो भवति. अत्र अनुवृत्तिसहितसूत्रमस्ति, व्योः लोपः वलि. इत्युक्ते अत्र वल् प्रत्याहारस्य वर्णः परम् अस्ति, तस्मात् पूर्वं वकारः वा यकारः वा अस्ति चेत् अत्र वकारयकारस्य लोपः भवति इति. अत्र शिवयोगः न तस्मिन् प्रसङ्गे अत्र न वलिप्रत्याहारस्य एकः वर्णः. शिव् तु वकारान्त अङ्गमस्ति. अत्र वकारस्य लोपः भवितुम् अर्हति, यदि भवति वा इति अन्यप्रश्नः. अनन्तरं छुवोः षूडनुनासिके च, अत्र अनुनासिकादिप्रत्यये परे क्विपरे झलादिकित् नित् च परे तुक्सहितचकारस्य स्थाने षकारादेशः, अपि च वकारस्य स्थाने ऊठ् आदेशो भवति. अत्र अनुवृत्तिसहितसूत्रमस्ति, छ्वोः अङ्गस्य षूड् क्विझलोः निति अनुनासिके च. अत्र निमित्तानि अस्ति, अनुनासिक आदिप्रत्ययः परः अस्ति. अत्र नकारः अनुनासिकवर्णः, तत्तु अत्र तस्य प्रसक्तिः अस्ति. क्विपरे झलादिकित् नित् च परे तुक्सहितचकार, क्विपरे झलादिकित् नित् च परे द्वयोः प्रसक्तिः अत्र नास्ति. तुक्सहितचकारस्य स्थाने षकारादेशः, तदपि अत्र तस्य अपि कोऽपि प्रसक्तिः नास्ति. परन्तु अत्र वकारस्य स्थाने ऊट् आदेशः भवति. अत्र सिव् धातोः अनुनासिकादिप्रत्ययः परः अस्ति, वकारः तस्मात् पूर्वमस्ति, तस्य वकारस्य स्थाने ऊट् आदेशः भवितुम् अर्हति, तस्यापि प्रसक्तिः अस्ति. अत्र अग्रे पठामि वा भगिनि? दृष्टान्तः तुक् सहित् षकारस्य स्थाने षकारादेशः, प्रापच्च योगः मी छ्वोः षूडनुनासिके च इत्यस्मात् प्रश्नि आयाति च विकारस्य ऐ मीन् चातुषा आयाति अस्ति पुगन्तलघुपदस्य च पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे पुक् अन्ते अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः च अङ्गस्य इकः गुणः सार्वधातुक अत्र पुगन्तलघुपदस्य च अङ्गस्य लघुपदस्य अनुवृत्ति कृतम् अङ्गस्ति इकः गुणः अत्र इकः गुणः सार्वधातुक आर्धधातुकयोः गुणः अस्ति सर्वप्रथमं लोपो व्योर्वलि छवोः शूरननुनासिके च इत्यनयोर्मध्ये किं भवति इति द्रष्टव्यम् अग्रे पठति वा पठमेव लोपो व्योर्वलि इत्यस्य प्राप्तिर्भवति चेत् चवोः शूडननासिके च इति सूत्रे ऊट् आदेशः न कुत्रापि भविष्यति अतः सूत्रस्य अयं भागः निरवकाशः तदर्थं लोपो व्योर्वलि इत्यस्य अपवादः छ्वोः शूड अनुनासिके च अत्र लोपो व्योर्वलि कुत्रापि भविष्यति अत्र लोपो व्योर्वलि यदि कार्यं करोति चेत् प्राप्तिः भवति चेत् कार्यं करोति चेत् अनुनासिक इति सूत्रस्य ऊट आदेश कुत्रापि न भविष्यति खलु ऊट आदेश न भवति इत्यस्य अपवादः ततः अग्रे चिन्तनीयं यत् छोः शूडननुनासिके च पुगन्तलघुपदस्य च इत्यनयोर्मध्ये किं भवति द्वयोः अपि अन्यत्र लब्धावकाशः द्वयम् अपि अङ्गकार्यञ्च पुगन्तलघुपदस्य च इत्यस्य परत्वात् बलवत् स्यात् सेव् योगः न पुगन्तलघुपदस्य च सेव् योगः न सीतु सेव् आयाति धन्यवादः आं भगिनि अधुना अस्मिन् विषये इतोपि चिन्तनीयं त्रिवियोगः न इति स्थितौ श्वोः शूडनुनासिके च इत्यस्य कति निमित्तानि वकारान्तम् अङ्गं स्यात् अपि च अनुनासिकादिप्रत्ययः परः स्यात् अतः अस्य सूत्रस्य निमित्तद्वयं भवति तदा अत्रैव सिव्योगः न इति स्थितौ पुगन्तलघुपदस्य च इत्यस्य कति निमित्तानि अङ्गम् इक् लक्षणा लघ्वी उपदा लघ्वी उपदा आर्धधातुकप्रत्ययः इत्यनेन पञ्चनिमितानि नाम पञ्चसंज्ञाः अपेक्षिताः अङ्गसंज्ञा इक्संज्ञा लघुसंज्ञा उपदासंज्ञा आर्धधातुकसंज्ञा पुगन्तलघुपदस्य च इत्यस्य अपेक्षया च्वोः शूलनुनासिके च इत्यस्य अल्पनिमित्तकत्वं भवति तदर्थम् अनया दृष्ट्या च्वोः शूलनुनासिके च अन्तरङ्गं पुगन्तलघुपदस्य च बहिरङ्गं च बहिरङ्गम् इति कैयटः नाम्ना प्राचीनवैयाकरणस्य मतम् अत्र तु पुगन्तलघुपदस्य च च्वोः शूलनुनासिके च द्वयोः सूत्रयोः मध्ये किं कस्य प्रसक्तिः अस्ति इति परिशीलनं कैयाटकः नाम प्राचीनवैयाकरणस्य मतमस्ति अत्र सिव्यो यदा श्वोः शूडनासिके च तस्य निमित्तानि वकारान्तम् अङ्गम् अनुनासिकादिप्रत्ययः इति द्वय निमित्तद्वयमस्ति परन्तु यदा पुगन्तलघुपदस्य च परिशीलयामः चेत् तस्य तु पञ्चनिमित्तानि सन्ति अतः पुगन्तलघुपदस्य च अपेक्षया श्वोः शूडनुनासिके च इत्यस्य आम् अल्पनिमित्तकत्वं भवति अतः श्वोः शूडनुनासिके अन्तरङ्गं भवति पुगन्तलघुपदस्य च बहिरङ्गं भवति भगिनि अत्र न्यूनम् एव भवति श्वोः शूडनुनासिके इति परन्तु तत्र त्रीणि निमित्तानि खलु भगिनि तदपि अन्तर अङ्गकार्यमेव खलु न अत्र पुगन्तलघुपदस्य अङ्गं वयं स्वीकुर्मः अङ्गसंज्ञा इति पञ्चनिमित्तानि तत्रापि त्रीणि वक्तव्यं खलु आं भगिनि एतानि यत्र सङ्ख्या दृष्ट्वा आगच्छति तत् पूर्वपतितनिमित्तकम् अन्तरङ्गम् इत्यस्मिन् एव भागः अस्ति खलु यत्र सङ्ख्यां दृष्ट्वा यः कैयटः वदति कैयटः वदति एतदस्ति चेत् अन्तरङ्गं इदानीम् अनन्तरं यथा वयं सीमा दृष्ट्वा तत् अन्येषां मतम् अस्ति इति वा भगिनी प्रश्नः अत्र किमर्थमत्र लघ्वी एकं निमित्तमस्ति उपधा अन्यनिमित्तमस्ति द्वयोः एकस्मिन् खलु एकमेव खलु लघु उपधा एव वर्णः किन्तु लघ्वी इति एकं किं किं वदामि आवश्यकं लघ्वी नास्ति चेत् उपधा अस्ति लघ्वी नास्ति किन्तु उपधा अस्ति चेत् कार्यं न करोति खलु तथा एव लघ्वी अस्ति किन्तु उपधा नास्ति चेत् अपि कार्यं न करोति द्वौ अपि आवश्यकता भिन्ननिमित्तानि भिन्ननिमित्तानि संज्ञा इत्यस्य प्रसक्तिः किं किं भगिनि अत्र संज्ञा इति तस्य प्रसक्तिः किम् अस्ति अत्र न वदतु भगिनि न अत्र न अहं वदामि दोषः अस्ति चेत् भवती परिष्करोतु अङ्गः इक् सर्वे नामकरणमेव खलु तदर्थं तत्र संज्ञा इति उपयुक्तम् अस्ति इति मम अभिप्रायः अङ्गसंज्ञा इक् संज्ञा इक् इत्युक्ते किं तत्सर्वे एकैकनिमित्तस्य एकैकं नामकरणमपि भवितुम् अर्हति खलु तत्र अत्र धन्यवादः यत्र उपधा इति निमित्तम् अस्ति उपधा संज्ञा इत्यपि वक्तुं शक्नुमः अग्रे पठामि वा तत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किम् इति निश्चेतव्यम्। अर्थकृतनिमित्तं वा संज्ञाकृतनिमित्तं वा शब्दकृतनिमित्तं वा इति ज्ञेयम्। अस्मिन् विषये च महती चर्चा भवति। अत्र अन्ततो गत्वा नागेशः इति नवीनवैयाकरणस्य मतम् अध्यत्वे स्वीक्रियते। तस्य मतं तु भाष्यकारस्य पतञ्जलेः एव इति अङ्गीकारः। नाम यथा नागेशस्य चिन्तनं तथैव भाष्यकारस्यापि। भाष्यकारस्य चिन्तनं किमर्थं तथा च इत्यपि नागेशः प्रदर्शयति। तर्हि नागेशः वदति, भाष्यकारः नागेशः द्वौ अपि वदतः संख्या दृष्ट्वा न इति तेषां सिद्धान्तः खलु, पतञ्जलिः सिद्धान्तः संख्या दृष्ट्वा न किन्तु अन्यमतमस्ति इति, तथा खलु भगिनि? कैयटः वदति संख्यां दृष्ट्वा अङ्गकार्य अन्तरङ्गम् इति वदामः इति, किन्तु भाष्यकारः वदति तथा नास्ति किन्तु अन्यविषयः अस्ति इति अग्रे। यत् भाष्यकारः पतञ्जलिः वदति तथैव नागेशस्य नागेशः अपि अभिप्रायः अपि कैयटस्य मतं दोषः इति ते तौ वदतः, सः वदति खलु दोषः अन्य अभिप्रायः वा दोषः वा अन्य अभिप्रायः अन्तरङ्गम् इत्युक्ते तेषाम् अन्य इदानीम् अन्य अभिप्रायः इति वदति, तत् न अन्तरङ्गं न किन्तु अन्यभिप्रायः इति अग्रे खलु। अर्थकृतनिमित्तं संज्ञाकृतनिमित्तं शब्दकृतनिमित्तम् इति वयं प्रथमं ज्ञातव्यम्, अस्माभिः ज्ञातव्यम्। अग्रे पठामि वा? आम् भगिनि। सारांशः अत्र उच्यते, व्याकरणशास्त्रं शब्दशास्त्रमेव, नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यम्। शब्दः नामकः वर्णः पदं च इति, यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति। अर्थः तस्मात् भिन्नः, संज्ञा च तस्मात् भिन्नः। शब्दः अर्थवान् भवति, अर्थविशिष्टः भवति, अतः अर्थः शब्दस्य विशेषणम्। शब्दः एव विशेष्यः, स च शब्दः व्याकरणस्य प्रमुखविषयः। तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाम् अङ्गशब्देन शब्दरूपीनिमित्तस्य ग्रहणम्। तात्पर्यम् एव यत् अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गशब्देन शब्दरूपीनिमित्तं स्वीक्रियते। अत्र अङ्गम् इति पदस्य निमित्तं कथं स्वीकरणीयम् इति विवरणमस्ति। व्याकरणशास्त्रे तु पदव्युत्पत्ति व्याक्रियते इति एव व्याकरणस्य विवरणमस्ति। तर्हि तत्र शब्दः एव प्राधान्यम्। शब्दः इत्युक्ते वर्णः वा नो चेत् वर्णानां समुदायः इति पदमिति। तर्हि तत्र प्रश्नः उदेति ध्वनिः वा शब्दस्य न, यस्य ध्वनिः भवति इत्युक्ते सः एव वर्णः नो चेत् शब्दः इति, पुनः वदतु शब्दः इत्युक्ते वर्णः वा पदं वा भवति, यदा भगिनी उक्तवती वर्णः वर्णसमुदायम् इत्युक्ते पदं वा भवति, तस्य द्वयोः अपि ध्वनिः भवति, ध्वनिः एव अस्ति खलु, द्वयोः अपि ध्वनिः एव अस्ति इति। परन्तु अर्थः न उक्तमस्ति खलु, अर्थः संज्ञा च भिन्नः अस्ति। तर्हि अर्थविहीनपदानां योजनमपि शब्दमिति वक्तुं शक्नुमः वा? इति उक्तं वर्णः अस्ति खलु यत्र अर्थः, तर्हि अर्थः भिन्नः, संज्ञा अपि भिन्नः, परन्तु नितरां शब्दः अर्थवत् एव भवति। अर्थविहीनः न भवति किल भगिनि? पदं चेत् अर्थ पदं चेत् अर्थवान् भवति, किन्तु वर्णः अस्ति चेत् भवति इत्येव अस्ति, निश्चयेन भवति इति न उक्तमस्ति. शब्दः इत्युक्ते वर्णः इत्यपि उक्तवान्, वर्णस्य तु अर्थः न भवति. वर्णस्य अर्थस्तु न भवति, परन्तु पदम् इत्युक्ते नितराम् अर्थः भवति. तर्हि अर्थः तस्य विशेषणमेव भवति, शब्दः अर्थः एव भवति. शब्दः अर्थः नास्ति, शब्दः विशेष्यः, शब्दः विशेष्यः, तस्य अर्थं तु विशेषणः. तर्हि अत्र वयम् एवं स्वीकरणीयम्, अस्माभिः एवं स्वीकरणीयम् अन्तरङ्गं बहिरङ्गम् अत्र शब्दरूपीनिमित्तमेव स्वीकरणीयं, न तु अर्थरूपी वा संज्ञारूपी इति. उदाहरणरूपेण अत्र सिव्योगः न इति स्थितौ अङ्गसम्बन्धित्वम् इक्त्वं लघुत्वम् उपधात्वम् एतत् सर्वं संज्ञानां भेदे अपि अपेक्षमाणः शब्दः तु सिव् एव इत्येव. अतः वस्तुतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसंज्ञकस्य. शब्दशास्त्रे शब्दस्य एव प्राधान्यात् सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्ततया उपास्थः शब्दः एव निमित्तपदेन गृह्यते, न तु अर्थः संज्ञा वा. तदर्थम् उदाहरणं दत्तम् अस्ति सिव्योगः न. अत्र सिव्योगः न इति स्वीकुर्मः चेत् तत्र अङ्गस्य वा इक्वर्णस्य लघुत्व लघुवर्णस्य उपधायां स्थितस्य तेषाम् अपेक्षया तत्र सिव् एव प्राधान्यं भवति. वदतु भगिनि. आहत्य तस्य अर्थः वा संज्ञः वा प्राधान्यं नास्ति, तत्र सिव् एव आवश्यकमपि खलु भगिनि? अग्रे पठामि वा? प्रायः सुब्रह्मण्यं. अस्तु भगिनि, अत्र एतत् चिन्तनं तु कयटः कयटस्य चिन्तनस्य चिन्तनात् भिन्ना अस्ति खलु भगिनि? तदेव गणनमस्ति, अत्र गणनमस्ति. एतत्तु वदति अत्र गणनं न मा करोतु, संज्ञानां विषये चिन्तनं मा करोतु, अत्र शब्दविषये एव चिन्तनं करोतु इति पतञ्जलिः पतञ्जलि अथवा नागेशस्य चिन्तनं. दृष्टान्ते इको यणचि इति सूत्रे तस्मिन्निति निर्दिष्टे पूर्वस्य इत्यनेन अजव्यवहितपूर्वस्य इकः यणादेशो भवति. अचि इति सप्तम्याम् अस्ति, अनेन शब्दरूपनिमित्तमेव ग्राह्यं न तु संज्ञारूपनिमित्तम्. संज्ञा न शब्दः, संज्ञायाः इदमेव कार्यम्. संज्ञनं विशेषयति अच् इति संज्ञा, तत्र किन्तु अच् इति संज्ञा विशिष्टसंज्ञी अपेक्षते. अपि योगः अस्ति अपि अस्ति इत्यस्मिन् अकारः संज्ञि इति योगः उपस्थितम् इत्युपस्थितम् इत्यस्मिन् उकारः संज्ञि, तस्य च उकारस्य संज्ञा अच्. अतः अचि इति पदं संज्ञिपदं न तु संज्ञापदम्. अत्र संज्ञी उकारः निमित्ततया आश्रितः न तु संज्ञा, अयम् उकारः शब्दः। सूत्रेषु सप्तम्यन्ततया या वा पञ्चम्यन्ततया वा यः निमित्ततया गृह्यते स च शब्दः, न तु संज्ञा वा अर्थो वा। भवति एव प्रायः न न महोदय क्लेशः भवति एव किञ्चित् मम तु अहम् एतद् पूर्णतया अहमपि न अवगच्छामि महोदय। महोदयेन उक्तमस्ति तस्य अधुना ग्रहणं कुर्मः, अग्रे गत्वा स्पष्टं भविष्यति इति मम चिन्तनम्। अत्र यत् उक्तमित्युक्ते इको एनचि इति सूत्रमस्ति, अत्र इको एनचि अचि इति अस्ति सप्तम्यन्तमस्ति, तर्हि तस्मिन् निर्दिष्टे पूर्वस्य इति सूत्रेण अव्यवहितपूर्वस्य इकः इकः इत्यस्य गुण एण् आदेशः भवति इति अर्थः कारक्षः इति। किमर्थमिति अचि इति अस्ति सप्तम्यन्तम् इत्युक्ते पूर्वकार्यमिति तत्र उक्तमस्ति, अव्यवहितपूर्वकार्यम् इति खलु। तर्हि अचि इति सप्तम्यन्तम् अस्ति, तत्तु सत्यम्। अनेन शब्दरूपी निमित्तस्य ग्रहणं न तु संज्ञारूपे। अचि इत्यस्य अर्थः भवति वा न भवति खलु, अचि इत्यस्य अर्थं किमपि नास्ति, किन्तु संज्ञा इति वयं स्वीकुर्मः चेत् अचि इति संज्ञा इत्यस्य किमपि कार्यं नास्ति, शब्दरूपी इत्यस्य एव ग्रहणं भवति इति अत्र उक्तमस्ति। किं भवान् संज्ञा न शब्दः इति, संज्ञायाः इदमेव कार्यं संज्ञेन विशेषयति। यथा अर्थस्य आसीत् अर्थं शब्दं विशेषयति इति, तथा एव संज्ञा इत्युक्ते संज्ञेन विशेषयति, संज्ञी इत्यस्य विशेषणं यस्मिन् संज्ञा अस्ति तत्र संज्ञी भवति खलु। तर्हि संज्ञेन विशेषयति संज्ञा इति अस्ति, अतः संज्ञी भवति प्रमुखविषयः अत्र। अच् इति संज्ञा अस्ति इति उक्तमस्ति, प्रतिध्वनिः श्रूयते। अच् इति संज्ञा तत्र, किन्तु अच् इति संज्ञा विशिष्टसंज्ञी अपेक्षते। अच् इति संज्ञा अस्ति किन्तु संज्ञी इत्यस्य प्राधान्यं भवति, किमर्थम् इत्युक्ते तस्य विशेषं भवति इति। अपि योगः अस्ति, अप्यस्ति इत्यस्मिन् अकारः संज्ञी भवति। अत्र अकारः संज्ञी इति किमर्थं वदामः, अकारः संज्ञी अस्ति, एकः वर्णः अस्ति, किन्तु तस्मिन् संज्ञा वर्तते इत्यस्मात् संज्ञी इति भवति खलु। अकारः इत्यस्य अकारः संज्ञी भवति, अच् इति संज्ञा भवति, अच् वर्णः अस्ति, अकारः अच् वर्णः इति वदामः। यदि अच् वर्णः इति साक्षात् स्वीकृत्य कार्यं किमपि नास्ति, यत्र अकारः वा आकारः वा वर्तते तथा एव कार्यं भवति खलु। तर्हि अकारः संज्ञी भवति, अच् इति संज्ञा अस्ति। इति योगः उपस्थितम् इत्युपस्थितम् इत्यस्मिन् उकारः संज्ञी भवति, तस्य च उत्कारस्य पुनः संज्ञा भवति अचिति। अतः अचि इति पदं संज्ञपदं न तु संज्ञापदम् इति स्वीकर्तव्यम्। यदि यथा वयं वदामः अकारः अचुवर्णः अस्ति, उकारः अचुवर्णः अस्ति, सत्यं। किन्तु यदा वयम् अचि इति सप्तम्यन्तं स्वीकृत्य वदामः इत्युक्ते तत्र किम् उक्तमस्ति इत्युक्ते संज्ञपदस्य एव तत्र उक्तमस्ति, अच् इत्यस्य साक्षात् स्वीकृत्य किमपि कार्यं नास्ति। अत्र अकारः वा उकारः इति संज्ञपदं भवेदेव कार्यं भवति खलु। अत्र संज्ञ उकारः निमित्ततया आश्रितः न तु संज्ञा, निमित्तरूपेण आश्रितः खलु। यदि उकारः अस्ति चेत् कार्यं भवति। अयम् उकारः शब्दः, वर्णः अस्ति अतः शब्दः। सूत्रेषु सप्तम्यन्ततया वा पञ्चम्यन्ततया वा यः निमित्ततया गृह्यते तस्य शब्दः। यत्र निमित्तं भवति सूत्रे निमित्तानि कीदृशानि भवितुमर्हति? सप्तम्यन्तं भवितुमर्हति, पञ्चम्यन्तं भवितुमर्हति. यत्र सप्तम्यन्तं चेत् पूर्वकार्यं, पञ्चम्यन्तं चेत् परकार्यं, षष्ठी चेत् स्थाने भवति. तर्हि यथा गृह्यते, विभक्तिरूपेण गृह्यते, तत्तु निमित्तम् इति वदामः खलु, तत्तु शब्दरूपनिमित्तम् अस्ति, न तु संज्ञा अर्थः वा न अस्ति इति उक्तमिति मम अवगमनं महोदय. अवगच्छति वा कुत्र महोदयेन उक्तमस्ति? अच्छति संज्ञा अस्ति, किन्तु अच्छति साक्षात् प्रत्याहारः अस्ति. अच्छति साक्षात् स्वीकृत्य किमपि कार्यं नास्ति. एकः वर्णः भवेत् यस्य संज्ञा अच्छुवर्णः भवति, तस्य एव कार्यं भवति खलु. अच्छति साक्षात् कार्यं न भवति. एकः वर्णः अस्ति, शब्दः अस्ति, यस्य नामकरणम् अच्छति अस्ति, तर्हि तादृशसंज्ञे तत्र एव कार्यं भवति, सूत्रस्य कार्यं भवति, तदेव निमित्तं भवति. तर्हि तदेव, तर्हि अचि इति यदि सूत्रे पाणिना लिखितं, सः तु अचिति साक्षात् न तत्र सप्तम्यन्तम् उक्तवान्, निमित्तमिति लिखितवान्, सप्तम्यन्ते लिखितवान्, किन्तु तत्र सः अचि इति संज्ञा स्वीकृत्य न लिखितवान्, किन्तु संज्ञे इति उद्दिश्य लिखितवान् इति. तर्हि शब्दरूपे रूपनिमित्तमेव सभिः स्वीकरणीयम् इति, वर्णः वा पदं वा तस्य एव कार्यं भवति इति. अस्तु वरामप्रिय भगिनी, हेमामयिनि भवन्तः, भवन्तः पुष्पभगिनी, भवन्तः किं चिन्तयन्ति? भवत्याः भगिनी संज्ञा न शब्दः इत्युक्ते नामकरणं शब्दः न इति वा? आम्, नामकरणमेव खलु. नामकरणम् इत्युक्ते सन्नि इत्यस्य एकं नाम भवति, तदेव संज्ञा इति भवति खलु. साक्षात् संज्ञा इत्युक्ते शब्दः इति न आगच्छति. भगिनी क्षम्यतां भगिनी, भवत्याः अनुमत्या अहं विरमामि भगिनि. निश्चयेन भगिनि, निश्चयेन. धन्यवादः, धन्यवादः भगिनी आगतवती. धन्यवादः. तत् अचि इति संज्ञापदम्, अच् इति संज्ञापदम् इति स्वीकरणीयं वा? स्वीकरणीयं. यत्र सप्तम्यन्तं वा पञ्चम्यन्तं वा पाणिनिना लिखितं, तेन किम् उद्दिश्य लिखितम् इत्युक्ते संज्ञी कथम् उद्दिश्य लिखितं. संज्ञी इत्युक्ते यस्य संज्ञा अस्ति तदेव संज्ञी इत्युक्ते शब्दः, वर्णः वा भवेत् पदं वा भवति. यत्र अच्छति पाणिनिना लिखितम् अच्छि, किन्तु अच् इत्युक्ते साक्षात् अच् इति वर्णः नास्ति, किन्तु यस्य अच् इति संज्ञा भवति तादृशपदं, तस्य एव कार्यम् अत्र उक्तमस्ति. अत्र शब्दमेव निमित्तम् इति तस्य समर्थनं खलु भगिनि? तत्तु आम् सत्यं महोदय, सत्यं. तस्मिन् अस्तु, किञ्चित् अवगच्छामि इदानीं, पुनः पठामि एकवारं. बहुवारं पठनानन्तरमेव ममपि बहूनि, अहमेव वर्गस्य आरम्भे तम् उक्तवती खलु, प्रकारद्वयम्, एकम् आसीत् यत्र निमित्तानां सङ्ख्या स्वीकृत्य, द्वितीयप्रकारम् एवम् अस्ति इति उक्तवती सीमा अनुसृत्य, तत् दोष इति इदानीम् अहम् अवगच्छामि. कैयकस्य चिन्तनमस्ति, मतमस्ति सङ्ख्यां स्वीकृत्य इति, निमित्तानां सङ्ख्यां स्वीकृत्य इति, न्यूनसङ्ख्या अन्तरङ्गम् इति. किन्तु भाष्यकारः वा नागेशभट्टः वदति तथा नास्ति इति, अग्रे प्रायः तदेव सीमा इति मन्ये, अग्रिम सप्ताहे स्पष्टं भविष्यति. किञ्चित् कठिनमेव अस्ति भगिनि, अवगच्छामि, किन्तु कथम् अप्लिकेशन् करोमि इति न जानामि. अत्र तु अत्र अस्मिन् अस्मिन् सङ्ख्यम् इत्यस्ति, तत्र क्लेशः नास्ति खलु. सञ्ज्ञी संज्ञा इत्यस्य अवगमनं भवति चेत् यस्य संज्ञा भवति तत् सञ्ज्ञी इति इत्युक्ते शब्दः, शब्दस्य एव संज्ञा भवति, अतः शब्दः एव तस्य प्रमुखविषयमस्ति. अच्छिति कथनस्य कः अर्थः? प्रत्याहारेषु एकः वर्णः यस्य यस्य शब्दस्य अन्ते अकारः अस्ति इति वयं दृष्टवन्तः खलु. तर्हि अकारस्य एव तत्र प्रमुखता अस्ति, शब्दस्य अकारः इति वर्णः अस्ति तस्य एव प्रमुखता अस्ति. अच्छिति अच्छि इत्यनेन तदेव उक्तं, संज्ञा इति तत्र न स्वीकरणीयम्. तपि समयः अस्ति, पुनः किमपि पठनीयं वा पुनः पठित्वा? अत्र नित्यविषये एकः प्रश्नः अस्ति भगिनि मम, पृच्छतु महोदय, प्रयत्नं कुर्मः. अत्र उदाहरणमस्ति खलु भगिनि, अत्र तुदति इति वृत्तान्तः उदाहरणदृष्टवन्तः खलु भगिनि, अत्र नित्यसूत्रस्य समर्थने अत्र एकः प्रश्नः अस्ति भगिनि. प्रथमं तु वर्तमाने लट् इत्यस्य प्रसक्तिः अस्ति, तुद्योगः लट्, अनन्तरं तिप्तस् झि तस्य प्रसक्तिः आगत्य तुद्योगः ति आगच्छति, तदनन्तरं कर्तरीषप् इत्यस्य प्रसक्तिः भवति खलु भगिनि. तुदादिभ्यः शः इत्यस्य प्रसक्तिः तु तदानीं न आगच्छति, प्रथमं तु कर्तरी शप् इत्यस्य प्रसक्तिः. किन्तु कर्तरी शप् इत्यस्य प्रसक्तिः एव अस्ति, प्राप्तिः न भवति खलु. प्राप्तिः प्रसक्तिः अस्ति किन्तु तत् प्रभाव्य तुदादिभ्यः इति आगच्छति, तुदादिभ्यः शः इति आगन्तुम् इच्छति किन्तु तुदादिभ्यः मध्ये आगत्य उपविशति. अस्तु भगिनि, इदानीं समाप्तम्. अत्र कर्तरी शप् इत्यस्य प्रसक्तिः अस्तु, परन्तु तस्य प्राप्तिः न भवति, न भवति, कार्यं कर्तुम् इच्छति, आगन्तुम् इच्छति किन्तु आगमनमेव न भवति. किमर्थम् इत्युक्ते अपवादसूत्रम् अस्ति तुदादिभ्यः. नोचित् गणस्य विवरणं कुर्मः न तुदति तुदति इति प्रान्तं तुदादिगणे तु तस्यैव कार्यं भगिनि, तदेव न तु अन्य पुनः तदेव स्वीकृत्य पुनः चिन्तनम्. अस्माकम् इदानीं नित्यं नित्यसूत्रम् इत्युक्ते किम् इत्यस्य विवरणं कर्तुं महोदय तदेव स्वीकृत्य, परिचितसूत्रमस्ति खलु, तर्हि वयं सर्वे अवगन्तुं शक्नुमः. परिभाषिकसूत्रं परिभाषिकसूत्रं नास्ति, आविनिः सूत्रमस्ति, विधिसूत्रम् विधिसूत्रम् अस्तु भगिनि. तर्हि पुनः किमपि पठनीयं वा? अंशः भगिनि, एकः एव प्रश्नः, अन्तिमप्रश्नः. श्रूयते वा भगिनि? आम् क्षम्यता. शिवयोगः न इति अस्ति किल, यदा वयं सन्धिकार्यं कुर्मः चेत् वकारस्य यदा श्वोः शुडनुनासिके च वकारस्य स्थाने ऊट् आदेशः भवति, यदा सामान्यतया सन्धिकार्यं कुर्मः चेत् सि सि ऊ इति वयं न कुर्मः किल. किमर्थं न यदा तत्तु धातु धातु शिव् इति धातु मध्ये सन्धिकार्यं वयं न कुर्मः किल? तथा नास्ति, कर्तुं शक्नुमः चेत् तदेव बलावलम् अनुसृत्य कुर्मः नाम सन्धिकार्यं साधारणतया वर्णनिमित्तिककार्यं भवति, तर्हि तस्य प्रसक्तिः न्यूनं भवति खलु वर्णादङ्गं बलिः इत्यनेन साधारणतया अन्य सूत्राणां बलम् अधिकं भविष्यति. किन्तु अत्र तदेव महोदय अग्रे उक्तमस्ति कोयनचि इत्यस्य वर्णनिमित्तिकं कार्यमस्ति, तथापि अन्तरङ्गसूत्रम् इत्यस्मात् तस्य बलम् अधिकं भवति. अत्र किमपि स्योन तु अङ्गम् आयाति न स्योन इति भवेत् किन्तु तदा नास्ति इति स्योन इति शब्दः स्योन इति एव आगच्छति. सत्यं भगिनी उक्तवती तदेव. धन्यवादः. तदेव इष्टरूपम् अस्ति कथयत वस्तु वैयाकरणी अत्र मतम् अत्र अस्ति. अस्तु भगिनि. भगिनी अत्र सी योगः वु भवितुम् अर्हति किमर्थं चेत् अत्र ऊकारः यः अस्ति तत्तु आदेशः अस्ति तत्कारणात् वा? आम् अतः प्रश्नः अत्र सी योगः वु अत्र सन्धिकार्यं भवितुम् इत्युक्ते तस्य प्रसक्तिः अस्ति किमर्थं चेत् ऊकारः यः अस्ति अत्र तत्तु आदेशः अस्ति तत्कारणात् वा? अजनुनासिकः नास्ति इति मूलरूपे आसीत् चेत् अजनुनासिकः मूलरूपे अस्ति आसीत् अजनुनासिकः अपि आसीत् चेत् अजनुनासिकः इत्यनेन लोपः भवति, किन्तु अत्र तु अत्र न तथा इदानीम् आदेशः अस्ति तत्कारणात् अजनुनासिकः नास्ति इति मूलरूपे अपि अजनुनासिकः नास्ति चेत् तिष्ठति तिष्ठति अनन्तरं अस्तु अस्तु उपदेशे अजनुनासिक अस्ति चेदेव तस्य लोपः भवति. इदानीं तु उपदेशे नास्ति अजनुनासिक अपि नास्ति तत्कारणात् अत्र तिष्ठति तत्कारणात् अत्र सन्धिकार्यं भवितुम् अर्हति भवति वा न इति अन्यविषयः. सर्वदा तथा भवति सन्धिकार्यस्य कार्यं तु सर्वदा कुत्र कुत्र प्रसक्तिः भवितुम् अर्हति तत्र तत्र कार्यं कर्तुम् इच्छति, किन्तु साधारणतया स्वर्णालङ्कं वर्यः इत्यनेन अङ्ककार्यं बलवत् भवति, तर्हि तस्य कार्यं सम्भवति. अतः वयं केचन सन्दर्भेषु तस्य चर्चामेव न कुर्मः. किमर्थम् इत्युक्ते अङ्ककार्याणि अनेकानि सन्ति चेत् वर्णकार्यस्य चिन्तनमेव न गच्छति तस्मिन् रीत्यां विषये एव न गच्छति अस्माकं चिन्तनं. किन्तु अत्र एकं कार्यम् एकं वर्णकार्यम् इति अस्ति, तर्हि कः बलवत् इति प्रश्नस्य उत्तरं यत्र अन्तरङ्गं भवति तत्र वर्णकार्यमपि बलवत् भवितुम् अर्हति इति वयम् अवगच्छामः. अस्तु भगिनि. प्रश्नः नास्ति चेत् विरमामः. आं भगिनि. धन्यवादः भगिनि. धन्यवादः.